पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 27 जैमिनिरुवाच कलौ युगे महाभाग समायादे सुदारुणे भविष्यन्ति जना सर्वे कीदृशास्तद्वदस्व मे व्यास उवाच आद्यं सत्ययुगं प्राहुस्तत्र विप्रादयो जनाः नारायणार्चनपराशोकव्याधिविवर्जिताः सत्योक्तिभाषिणः सर्वे सदया दीर्घजीविनः धनधान्यादिसम्पन्ना हिंसादम्भविवर्जिताः परोपकरणाश्चैव सर्वशास्त्रविदस्तथा एवंविधा सत्ययुगे सर्वे लोका द्विजोत्तम राजधर्मग्राहिणश्च भूपाला जनपालनाः अहो सत्ययुगस्यास्ति को व्याख्यातुं गुणं यशः अधर्मोच्चारणं यत्र जनाः केऽपि न कुर्वते त्रेतायुगे समायाते धर्मपादो नखं गदः अल्पशोकान्विता लोकाः केचित् केचिदखाश्रयाः विष्णुध्यानरदा लोका यज्ञदानपरायणाः वर्णाश्रमाचाररथा सुखिनः स्वस्थचेतसः क्षेत्रभूमि कृतशूद्राः सर्वे ब्राह्मणसेविनः ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः प्रतिग्रहनिवृत्ताश्च सत्यसन्ता जितेन्द्रियाः तपोव्रतरदा नित्यं दादारो विष्णुसेविनः त्रेधा युगस्यावसाने द्वापरे युग आगते द्विपादहीनो धर्मस्यात् सुखदुःखान्विता नराः केचित् केचित् पापरधा केचित् केचिच्च धर्मिणः केचित् केचित् गुणैर्हीना केचित् केचिन्महागुणाः अत्यन्तदुःखिन केचित् केचिच्च सुखिनस्तथा प्रतिग्रहे ब्राह्मणश्च कदाचित् कुरुते स्पृहा भूभुजैर्धनलोभेन कदाचित् पीड्यते प्रजा विष्णुपूजापरा विप्राः शूद्राश्च द्विजसेविनः यदा युगे युगे धर्मपादो नदान् गदो द्विज तदा व्यासो विष्णुरूपी वेदभागं चकारः कलौ युगे च विप्रेन्द्र सर्वपापैकमन्दिरे एकपादो भवेद्धर्मः सर्वे पापरता जनाः ब्राह्मणा क्षत्रिया वैश्याः शूद्राः पापपरायणाः अत्यन्तकामिनः क्रूरा भविष्यन्ति कलौ युगे वेदनिन्दाकराश्चैव द्यूतशौर्यकरास्तथा विधवासङ्गमग्नाश्च भविष्यन्ति कलौ युगे वृत्त्यर्थब्राह्मणा केजिन्महाकपटधर्मिणः सर्वे स्त्रैणा भविष्यन्ति मातकद्रव्यसेविनः सदा स्त्रीयोनिरताः परद्रव्यं हरन्ति च परान्न लोलुपा नित्यं तपोव्रतपराङ्मुखाः पाखण्डसङ्गबद्धाश्च भविष्यन्ति कलौ युगे रक्ताम्बरा भविष्यन्ति ब्राह्मणा शूद्रधर्मिणः कलौ यास्यन्ति निर्वृत्ता उत्तमा अधिनीचताम् नीचाश्च धनसम्पन्ना यास्यन्त्युच्चपदं प्रति प्रदास्यन्त्युपकारिभ्यो दानानि सकला जनाः यत्नादपि च नेष्यन्ति वृषला विप्रवर्तनं मित्रस्नेहाद्वदिष्यन्ति गूढसाक्ष्यं कलौ जनाः अधर्मबुद्धिलवना धर्मबुद्धिविलापिनः परोक्षनिन्दकाक्रूराः सम्मुखे प्रियवादिनः साध्विवादं वदिष्यन्ति भर्तारं पुंश्चलीस्त्रियः परस्त्रीहिंसकाश्चैव गोत्रविक्रयिणो द्विजाः कन्याविक्रयिणश्चैव भविष्यन्ति कलौयुगे स्त्रीजिधा पुरुषा सर्वे स्त्रियोऽप्यत्यन्तचञ्चलाः कलौयुगे भविष्यन्ति कलौ मर्त्या दुराशयाः अल्पसस्या वसुमती मेघा स्वल्पोदकास्तथा अकालवर्षिणश्चापि भविष्यन्ति कलौ युगे कलौ विट्भोजिनो गावस्वल्पक्षीराश्च जैमिने कृदहीनं च तत्क्षीरं भविष्यन्ति न संशयः आत्मस्तुतिपरालोकाः परनिन्दापरायणाः भविष्यन्ति च खर्वाङ्गा बाला बह्वन्नभोजनाः पितृयज्ञं करिष्यन्ति दम्भार्थं ब्राह्मणा कलौ सर्वे वचस्नेहिनः स्युर्यावत्कार्यं न सिध्यति नरान् धर्मपरान् दृष्ट्वा सर्वे चोपहसन्ति वै वर्धन्त्यधर्मदो लोकास्तस्मात् पापरता जनाः दशद्वादशवर्षे च समूलोप्येदि संक्षयं जलस्येव भविष्यन्ति यथा वर्षासु वृद्धयः ततो लोका भविष्यन्ति कलौ गलितयौवनाः पञ्चमे वापि षष्ठे वा वर्षे स्त्री गर्भधारिणी बहु अपत्याश्च पुरुषा भविष्यन्त्यधिदुःखिनः नेदुकामाश्च सर्वेऽपि दादुकामानकेऽपि च कलौ म्लेच्छा भविष्यन्ति राजानः पापतत्पराः एकवर्णा भविष्यन्ति विषयार्थं कलौ जनाः कले प्रथमसन्ध्यायां हरिं निन्दन्ति मानवाः कलेर्मध्ये न पश्यन्ति हरेर्नामानि केवले ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्च कलौ युगे एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च यदा यदा द्विजश्रेष्ठहानिसुकृतीनां भवेद् वृद्धिश्च पापिनां नृणां ज्ञेया वृद्धिस्तदा कलौ यद्यप्ययं कलिर्घोरो मया प्रोक्तो द्विजोत्तम तथाप्यस्ति महानस्य गुणो गुणवदां वरः सत्ये द्वादशभिर्वर्षैर्भवेत् पुण्यस्य साधनम् तदर्थेन जत्रेदायां मासेन द्वापरे भवेद् अहोरात्रेणैव विप्र भवेत्तच्च कलौयुगे तस्मात् कलियुगे नृणां मर्त्ये नैवोत्तमा गतिः द्वादशाब्दैर्युगेऽन्यस्मिन् हरिमभ्यर्च्य यद्फलं तद्फलं लभते मर्त्यो हरिमुच्चार्य वै कलौ हरेर्नामैकमप्यत्र कलौ वदति यो नरः कलिर्न बाधते तं च सत्यं सत्यं न संशयः जैमिनिरुवाच मनःशुद्धिविहीनत्वा समस्तं कर्मनिष्फलम् इति पूर्वं त्वया प्रोक्तं मनो विस्मयदं मम कलौ सर्वे भविष्यन्ति मनःशुद्धिविवर्जिताः तेषां यथा भवेत् कर्म सकलं ब्रूहि तद्गुरो व्यास उवाच यत्किञ्चित् कुरुदे कर्म मर्त्यो धर्मं कलौ युगे तदर्पयेन्महाविष्णौ भक्तिभावसमन्वितः विष्णौ समर्पितं कर्म सर्वमेवाक्षयं भवेत् व्यास उवाच इति ते कथितं सर्वं वृत्तं ब्राह्मणसत्तम यच्छ्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् सूद उवाच एवं प्रबोधितस्तेन जैमिनिः परमात्मना क्रिया योगरदो भूत्वा जगाम परमं पदम् इमं क्रिया योगसारं व्यासेनोक्तं महात्मना ये पठन्ति जना भक्त्या शृण्वन्ति ज मुमुक्षवः ते सर्वे पादकैर्घोरैर्बहुजन्मार्जितैरपि विमुक्ता परमामुक्तिं लभन्ते नात्र संशयः यद्यदिष्टं पठं त्येदच्छृण्वन्ति च मुमुक्षवः लभं ते तत्तदेवाश्युप्रसादात् कमलापदेः श्लोकार्थं श्लोकमेकं वा श्लोकपादमधापि वा नरः पठित्वा श्रुत्वा च लभते वाञ्छितं फलम् लिखित्वा लेखयित्वा वा यः शास्त्रमिदमर्चयेद् स विष्णुपूजनस्यैव फलं प्राप्नोति मानवः इदमतिशय गुह्यं निःसृतं व्यास वक्तात् चिरधरपुराणं प्रीदिदं वैष्णवानां चिरममरवराद्यैर्वन्दिताङ्घ्रेर्मुरारेः सकलभुवनभर्तुश्चक्रिणः प्रीतयेस्तु इति श्रीपद्मपुराणे क्रियायोगसारखण्डे व्यासजैमिनिसंवादे युगधर्मनिरूपणम् पूर्वकं पुराणमाहात्म्यवर्णनं नाम षड्विंशतितमोऽध्यायः ॐ पद्मपुराणं समाप्तम्।